पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 41 शेष उवाच युद्धायते सुसन्नद्धा शत्रुघ्नस्य महाबलाः ययोर्वीरमणे सैन्यमध्ये शौर्यसमन्विताः शरान् विमुञ्चमानास्ते भिन्दं तत्सैनिकान् बहून् व्यदृश्यन्त रणां तस्थाः शरासनधरा नराः अनेके निहतास्तत्र गजामणिमया रथाः भग्ना वाह समेताश्च दृश्यन्ते रणमण्डले विहितं कदनं तेषां श्रुत्वा रुक्माङ्गदो बली रथे मणिमये तिष्ठन्ययौ योद्धुं ससैनिकान् शरासने शरान्धास्यन्निषुधी अक्षयौ दधत शोणनेत्रान्तरो भीमो महाकोपसमन्वितः अनेकबाणसंविघ्नान् कुर्वञ्चूरान् सहस्रशः हाहाकारं कारयंस्तद्ययौ रुक्माङ्गदो बली राजपुत्रस्वसदृशं बलेन यशसा श्रिया आह्वयामास शत्रुघ्नं भारतीं पुष्कलं बली रुक्माङ्गद उवाच आगच्छ वीरकर्मा त्वं महाबलपराक्रम मया योद्धुं तु बलिना राजपुत्रेण भास्वदा किमन्यैस्तासितैर्वीर निहतैकोटिभिर्नरैः मया समं महायुद्धं विधाय जयमाप्नुहि इत्युक्तवं तं तरसा प्रहसन् पुष्कलो बली जखानविपुले मध्ये वक्षसस्तीक्ष्णपर्वभिः तदमृष्यन् राजपुत्रो महाचापे ददश्चरान् जखान दशभिर्वीरं पुष्कलं वक्षसोन्तरे उभौ समरसंरब्धावुभावपि जयैषिणौ रे जाते समरे तौ हि कुमारतारकौ यथा बाणान्धनुषि सन्धाय दशसङ्ख्यान् महाशितान् अकरोत् पुष्कलो वीरो विरधं राजपुत्रकम् चतुर्भिश्चतुरो वाहान् द्वाभ्यां सूतमपादयत एकेन ध्वजमेदस्य द्वाभ्यां स्यन्दनरक्षकौ एकेन हृदि विव्याध राजपुत्रस्य वेगवान् तदद्भुतं कर्म दृष्ट्वा सर्वे वीराः प्रतोषिताः सच्चिन्नधन्वा विरधो हताश्वो हतसारथिः अत्यन्तं कोपमापन्नस्यन्दनं परमाविशद सस्थित्वा स्यन्दनवरे हयरत्नेन भूषिते शरासनं महद्धृत्वा सुदृढं गुणपूरितम् उवाच पुष्कलं वीरं रुक्माङ्गद इदं वचः महत्पराक्रमं कृत्वा क्वयास्यसि परं तप पश्यमेद्य पराक्रान्तिं यद्बलेन विनिर्मितां यत्नात्तिष्ठस्वभो वीर नयामि त्वद्रथं नभः इत्युक्त्वा शरमत्युग्रं दधारस्वशरासने मन्त्रयित्वा ततश्चास्त्रं भामकं पौष्कले रथे मुमोच निशितं बाणं स्वर्णपङ्खैकशोभितं तेन बाणेन नीतोऽस्य रथो योजनमात्रकं धृतकृच्छ्रेण सूदेन रथो बभ्रामभूतले कृच्छ्रेण प्राप्य स्वस्थानं पुष्कलः परमास्त्रविद जगादवचनं तं वै बाणं बिभ्रच्छरासने स्वर्गं प्राप्नुहि वीराग्र्य सर्वदेवैश्च सेवितं त्वादृशा पृथिवी योग्या न भवन्ति नृपोत्तम शतक्रदु सभा योग्यास्तद्गच्छत्वं सुरालयम् इत्युक्त्वा स मुमोचास्त्रमाकाशप्रापकं महद तेन बाणेन सरथो ययौ खमनुलोमदः सर्वाल्लोकानधिक्रामन्ययौ सूर्यस्य मण्डलं तज्ज्वालया रथो दग्धो हयसूदसमन्वितः तत्करैर्दग्धभूयिष्ट कलेवरः सुदुःखितः पपादचन्द्रचूडं स धृत्वा हृद्य सुखार्दनम् भूमौ निपतितस्तत्र करदग्धकलेवरः अत्यन्तं दुःखमापन्नो मुमूर्च रणमण्डले तस्मिन् निपतिदे भूमौ मूर्च्छिते राजपुत्रके हाहाकारो महानासीत्तत्र सङ्ग्राममूर्धनि वैरिणो जयलक्ष्मीं ते प्रापुः पुष्करमुख्यकाः पलायन पराजादा वैरिणो हयरक्षकाः तदा पुत्रस्य वै मूर्च्छां दृष्ट्वा वीरमणिर्नृपः प्रायात् समरमध्यस्थं पुष्कलं कोपपूरितः तदा भूमिश्च चालेयं सपर्वतवनोत्तमा शूरा वै हर्षमापन्नाः कादरा भयपीडिताः चापं महद्दधानः स युषुधी अक्षयावपि रोषान्निश्वास मामुं चन्नाह्वयामास वैरिणीम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रुक्माङ्गदपराजय पुष्कलविजयो नाम एकचत्वारिंशत्तमोऽध्यायः ॐ